नमस्सर्वेभ्यः. अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अष्टाध्यायाः समग्रदृष्टिः इति विषयः अनुवर्तते. अस्मिन् पाठे एतावता किं किम् अधीतम् इत्युक्ते, अत्र अष्टाध्यायी इति ग्रन्थः व्याकरणस्य सारभूतग्रन्थः अस्ति, मूलभूतग्रन्थः अस्ति. अस्मिन् ग्रन्थे सूत्राणि सन्ति इति वयं जानीमः. अष्टाध्यायी इति ग्रन्थस्य इत्यस्मिन् ग्रन्थे अष्ट अध्यायाः सन्ति, प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति इति तावत् वयं जानीमः. तर्हि तदनन्तरं प्रत्येकस्मिन् अध्याये अपि च प्रत्येकस्मिन् पादे तत्र सूत्राणाम् आयोजनं कथम् अस्ति इति एव अत्र विषयः अस्ति. तदर्थं वयं दृष्टवन्तः यत् सूत्राणि प्रकरणरूपेण आयोजितानि. प्रकरणं नाम किम् इत्युक्ते, अत्र यत्र समानप्रकारककार्याणि भवन्ति तेषां सङ्ग्रहणं भवति एकत्र, एकविधकार्याणां सङ्ग्रहणम् एकत्र भवति, तदेव प्रकरणम् इति वदामः. प्रकरणरूपेण आयोजनस्य प्रयोजनं किम् इति पृच्छामः चेत्, तर्हि एकत्र एव एकविधकार्याणां सम्पूर्णज्ञानं लभ्यते. यदि नत्वम् इति विषयं स्वीकुर्मः चेत्, नत्वप्रकरणे पश्यामः चेत् यत्र कुत्रापि भाषायां, संस्कृतभाषायां यत्र कुत्रापि नत्वं भवति तेषां सर्वेषां ज्ञानं समग्ररूपेण भवति. नो चेत् इत्संज्ञाप्रकरणम् इति पश्यामः चेत् समग्रज्ञानं भवति. एवमेव यः कोऽपि विषयः भवतु तस्य सम्पूर्णज्ञानं लभ्यते प्रकरणरूपेण अध्ययनेन. तस्य अपेक्षया प्रक्रियारूपेण पश्यामः चेत् तत्र अस्माकं लक्ष्यं तत्र भिन्नम् अस्ति. प्रकरणरीत्या पठामः चेत् तत्र लक्ष्यं सूत्रस्य अर्थावगमनम् एव लक्ष्यम् अस्ति. सूत्रे अनुवृत्तयः के, अनुवृत्तयः काः इति तादृशचिन्तनं भवति प्रकरणे. प्रक्रियायां तु लक्ष्यमस्ति पदनिर्माणं, पदस्य निर्माणार्थं सोपानानि कानि, कानि सूत्राणि प्रसक्तानि, अपि च केन क्रमेण सूत्राणि करणीयानि इति विषयः भवति प्रक्रियायां. तर्हि प्रक्रियारूपेण पठामः नो चेत् प्रकरणरूपेण पठामः वा इति विषये, तत्र एतावता ये ग्रन्थाः सन्ति प्रक्रिया आश्रितग्रन्थाः, तेषु ग्रन्थेषु सर्वत्र तत्र लक्ष्यमस्ति प्रक्रिया. अथवा एतत् सिद्धान्तकौमुदी इति ग्रन्थं स्वीकुर्मः चेत् तत्र लक्ष्यमस्ति प्रक्रिया, अपि च सूत्रस्य सिद्धान्तस्य अवगमनं, न तु तत्र समग्रदृष्टिः इति विषयः नास्ति. समग्रदृष्टिः, दृष्टेः विषये चिन्तनं नास्ति. सूत्राणां बलाबलचिन्तनविषये अपि अधिकं चिन्तनं नास्ति प्रक्रियाग्रन्थेषु. परन्तु प्रकरणग्रन्थे वयं पठामः चेत् वयं ज्ञातुं शक्नुमः तत्र मूल उत्सर्गसूत्रं किं, जनरल् सूत्रं किम्, एक्सेप्शन् किम्, अपवादः कः, अपवादस्य अपवादः अस्ति वा, निषेधः अस्ति वा इति, एतादृशसमग्रज्ञानं भवति इति भेदः अस्ति. तर्हि तदर्थम् अस्माभिः किं कृतम् इति चेत् एकम् उदाहरणं स्वीकृतं, प्रकरणस्य एकम् उदाहरणं स्वीकृतम्. इत्संज्ञाप्रकरणे कानि कानि सूत्राणि सन्ति इति वयं पठितवन्तः, वयं पूर्वमपि पठितवन्तः. तर्हि तत्र अष्टसूत्राणि सन्ति, सप्तसूत्राणि इत्संज्ञकसम्बद्धसूत्राणि, अपि च एकं सूत्रम् इत्संज्ञकवर्णस्य लोपार्थम् एकं सूत्रमस्ति, तस्य लोपः इति. तर्हि प्रत्येकस्मिन् सूत्रे अनुवृत्तिः, कस्य अनुवृत्तिः भवति इति सर्वं वयं दृष्टवन्तः. तर्हि वयं ज्ञातुं शक्नुमः तत्र अष्टसूत्राणि जानीमः चेत् तत्र संस्कृतभाषायां यत्र कुत्रापि इत्संज्ञा कथं भवति इति वयं ज्ञातुं शक्नुमः. ततः अग्रे अन्यत् उदाहरणमपि वयं स्वीकृतमासीत्, द्वित्वप्रकरणम् इति. तदनन्तरं तत्र णत्वप्रकरणम् इत्यपि एकम् उदाहरणं पश्यामः. तस्य अनन्तरं तत्र अष्टाध्यायाः मानचित्रं पश्यामः. एकवारम् अष्टाध्यायी इति ग्रन्थं स्वीकृत्य पश्यामः कुत्र कुत्र किं किम् अस्ति इति एकवारं पश्यामः. तेन कः लाभः इति चेत्, यदि कुत्र कीदृशकार्यम् इति जानीमः चेत्, यदा अस्माकं मनसि कदाचित् क्लेशः भवति कस्यचित् पदस्य विषये अथवा अन्यत् किमपि, तर्हि तस्मिन् सन्दर्भे वयं ज्ञातुं शक्नुमः कुत्र द्रष्टव्यम् अष्टाध्याय्याम्। अयं विषयः कारकविषयः अस्ति, अतः कारकप्रकरणे द्रष्टव्यम्। अयं विषयः नत्वविषये अस्ति, अतः नत्वप्रकरणे द्रष्टव्यं, नो चेत् अयं विषयः समासविषयः, अतः समासप्रकरणे द्रष्टव्यम् इति एतादृशज्ञानं लभ्यते। अपि च अस्माकं फेमिलियारिटि भवति अष्टाध्यायी पुस्तके किं किम् अस्ति इति। तर्हि इदानीम् अत्र द्वित्वप्रकरणे, द्वित्वप्रकरणे तत्र द्वादशसूत्राणि सन्ति, द्वित्वप्रकरणे द्वादशसूत्राणि सन्ति। अधुना तत्र सूत्राणि एकवारं पठामः। एकं वक्तुम् इच्छामि यत् अत्र अस्माकं लक्ष्यम् अत्र द्वित्वं कथं भवति इति नास्ति। अस्माकं लक्ष्यं द्वित्वं कथं भवति इति किञ्चित् परिचयरूपेण ज्ञातुं प्रयत्नं कुर्मः, परन्तु अस्माकं लक्ष्यम् अत्र द्वादशसूत्राणि सन्ति, कुत्र कुत्र द्वित्वं भवितुम् अर्हति, अपि च कैः सूत्रैः द्वित्वं भवति इति तादृशज्ञानम् इदानीं वयं प्राप्तुं प्रयत्नं कुर्मः। तर्हि अत्र द्वित्वप्रकरणमिति ततः आरभ्य अग्रे पठामः। अन्ये के के सन्ति? नमस्ते भगिनी, जयलक्ष्मी अस्मि। जयलक्ष्मी भगिनी नमस्ते। नमस्ते भगिनी, गीताञ्जलि भगिनी नमस्ते। नमस्ते भगिनी, सुमन अस्मि। सुमन भगिनी नमस्ते। नमस्ते भगिनी, ललिता अस्मि। ललिता भगिनी नमस्ते। क्षम्यतां भगिनी, चिन्ता नास्ति। अस्तु, रामनाथन् महोदय पठति वा द्वित्वप्रकरणम् इति आरभ्य? भगिनी कश्चन प्रश्नः इदानीं वक्तुं पृच्छतु शक्यते। भगिनी एतत् प्रश्नः तु न जानामि, एतत् अनुवृत्तिसहितसूत्रम् अस्ति खलु, तत् अष्टाध्याय्याम् अस्ति वा न वा? अनुवृत्तिसहितसूत्रमिति वा? तादृशपुस्तकानि अपि लभ्यन्ते भगिनि, यत्र अनुवृत्तिसहितरूपम् अपि प्रदर्श्यन्ते, तत्र आन्लैन् मध्ये अपि लभ्य। मातुः पुस्तके तादृशं नास्ति, परन्तु तादृशपुस्तकानि सन्ति यत्र एकं प्रत्येकं सूत्रं स्वीकृत्य तत्र तस्य अनन्तरं वदामः, ओ अत्र यथा अत्र अस्माकं इत्संज्ञाविषये करपत्रे दत्तमस्ति खलु, भुवादयो दातवः, तत्र किं सूत्रपर्यन्तम् अनुवृत्तिः इत्युक्ते 93 सूत्रं पर्यन्तम् अनुवृत्तिः अस्ति इति, तादृशं प्रत्येकं सूत्रस्य अनन्तरं तत्र वदामः, ओ अस्मात् सूत्रात् इदं पदम् अनुवृत्तं भवति, अस्मात् सूत्रात् इदं पदम् अनुवृत्तं भवति इति तादृशं लभ्यते। किन्तु पाणिनिमहर्षिणा एव एतत् लिखितवान्, एतत् लिखितं वा अन्य वैयाकरणाः लिखितवन्तः वा? पाणिनिमहर्षिणा किमपि न लिखितं, तादृशं किमपि न लिखितं। तदनन्तरं वैयाकरणाः तस्य व्याख्यानं कृत्वा तत्र अर्थावगमनसमये अत्र अर्थस्य पूर्त्यर्थं किं किं पदम् अनुवृत्तं भवति इति तादृशं चिन्तनं कृत्वा तत्र सङ्गृह्य एकत्र स्थापितवन्तः। भगिनि अन्यः एकः प्रश्नः, अत्र भुवादयो धातवः इति सूत्रमस्ति खलु, तत्र किं सूत्रपर्यन्तं स्थूलाक्षराणाम् अनुवृत्ति, तत्र 93 इति दत्तं खलु भगिनि, इति चेत् प्रथम अध्याये तृतीयः पादे प्रथमसूत्रमस्ति भुवादयः, तत् आरभ्य 93 एतत् धातवः इत्यस्य अनुवृत्तिः भवति वा भगिनि? तत् अधिकारसूत्रं नास्ति खलु भुवादयधातवः इति, वस्तुतः अधिकारसूत्रं नास्ति, तत्र धातुसंज्ञा क्रियते, यत्र यत्र धातुसंज्ञा अपेक्षिता तत्र तत्र सूत्रस्य अनुवृत्तिः भवति। अस्तु, तत् इति चेत् तत्र प्रत्ययस्य विषये अपि तस्य अनुवृत्तिः भवति इति? न, प्रत्ययस्य विषये तस्य अनुवृत्तिः नास्ति, तत्र केवलम् आदिर्निटुडवः इति सूत्रे एव दातवः इत्यस्य अनुवृत्तिः, अत्र केवलं तत्र सारांशरूपेण उक्तमस्ति प्रत्येकम् इत्युक्ते अस्माकम् आस्वादः भवतु, लेट्स् गेट् अ फ्लेवर् इति कृत्वा तथा लिखितमस्ति, परन्तु तत्र साक्षात् प्रत्येकस्मिन् सूत्रे तत्र दातवः इति अनुवृत्तिः नास्ति। इति चेत् 93 इति आहत्य 93 सूत्राणां मध्ये दातवः इति अनुवृत्तिः भवति तावत्पर्यन्तमस्ति, परन्तु हा तावत्पर्यन्तम् अस्ति परन्तु प्रत्येकस्मिन् सूत्रे अस्ति न वा इति पुनः पुनः चिन्तनीयं भवति. कण्टिन्यूस् नास्ति खलु तत्. यतोहि तत्र इत्संज्ञकप्रकरणस्य अनन्तरम् आत्मनेपदप्रकरणम् इति अस्ति. आत्मनेपदप्रकरणे तत्र धातवः एव सन्ति तत्र, अतः तत्र सर्वत्र अनुवृत्तिः भवति. सर्वत्र अनुवृत्तिः भवति इति कृत्वा तत्र अनन्तरम् उभयपदप्रकरणं तत्रापि धातवः इति अस्ति, अतः ततः पर्यन्तम् अस्ति परस्मैपदी. हा इत्युक्ते परस्मैपदी कुत्र कुत्र परस्मैपदी धातवः परस्मैपदी भवति, कुत्र कुत्र आत्मनेपदी भवति इति तादृश तादृशसम्बन्धसूत्राणि सन्ति अत्र. अस्तु, धन्यवादः भगिनि. अस्तु, तर्हि इदानीं द्वित्वप्रकरणं पठामः. रामनाथन् महोदय पठति वा? पठामः वा? पठतु. द्वित्वप्रकरणं षष्ठी अध्याये प्रथमपादे प्रथमसूत्रात् आरभ्य षष्ठी नास्ति, षष्ठाध्याये षष्ठाध्याये प्रथमपादे प्रथमसूत्र आरभ्य द्वादश सूत्रपर्यन्तम् अस्य प्रकरणस्य द्वादशसु सूत्रेषु एव सम्पूर्णतया संस्कृतभाषायां कुत्र कुत्र द्वित्वम् अपेक्षते इति सूचयते अपि च. सूच्यते वा? सूच्यते. ओके, सूच्यते अपि च यत्र कुत्रापि द्वित्वम् अपेक्षते तच्च द्वित्वं कथं क्रियते इत्यपि सूच्यते अत्र. प्रथमसूत्रम् एकाचो द्वे प्रथमस्य अधिकारसूत्रं द्वादशं सूत्रं पर्यन्तं सर्वत्र अनुवर्तते. सूत्रं स्वयं सम्पूर्णं जागुरु जागुरु पच् पच् पच् इति द्वित्वं भवति. अजादे द्वित्वस्य तावत् वदतु किमस्ति. ओके, एकाच् अस्ति चेत् द्वे प्रथमस्य द्वे इति द्विवारं वर्तते. अति जागृ इति जा इति एकाच् जा जागृ इति एकं पच् पच् इति एकाच् एव पच् पच् इति द्विवारं वर्तते. इकारम् अस्ति चेत् इकार इकार द्विवारं वर्तते. अस्तु, समीचीनम्. अत्र द्वित्वप्रकरणम् इति विषयः अस्ति. अत्र द्वादशसूत्राणि सन्ति इति जानीमः. तत्र प्रथमं सूत्रमस्ति एकाचो द्वे प्रथमस्य इति सूत्रमस्ति. एकाचो द्वे इत्यनेन द्वित्वम् इति अवगन्तुं शक्नुमः. एकाच् अस्ति चेत् प्रथमस्य द्वे, प्रथम एकाच् भागस्य द्वे. तर्हि धातुः हलादिः अस्ति हलादिः अस्ति चेत् धातुः हलादिः अस्ति चेत् प्रथमस्य एकाच् भागस्य इदानीं तत्र प्रथमम् उदाहरणं पच् इति स्वीकुर्मः, यतोहि सरलमस्ति. पच् इति उदाहरणं पच् इति उदाहरणे हलादिः अस्ति, धातुः एकः एव अच् अस्ति, अतः समग्रधातोः द्वित्वं भवति. अतः पच् पच् इति द्वित्वमस्ति. द्वित्वानन्तरं पच् इति प्रथमभागः, तस्य नाम अस्ति अभ्यासः इति. पच् पच् इति सम्पूर्णस्य अभ्यस्तसंज्ञा भवति. द्वित्वानन्तरं प्रथमभागस्य नाम अस्ति अभ्यासः, समग्रः पच् पच् इति सम्पूर्णस्य अभ्यस्तसंज्ञा भवति. किमर्थम् एतादृशसंज्ञा इति चेत् संज्ञामाश्रित्य कार्याणि भवन्ति. अभ्याससंज्ञा अस्ति चेत् अभ्याससंज्ञा आश्रित्य कार्याणि भवन्ति. अभ्यस्तसंज्ञा अस्ति चेत् अङ्गस्य अभ्यस्तसंज्ञा अस्ति चेत् तदाश्रित्य अपि कार्याणि भवन्ति इति कृत्वा एतादृशी संज्ञा अस्ति. तर्हि हलादिः एकाच् अस्ति चेत् क्लेशः नास्ति, समग्रधातोः द्वित्वम्. एवमेव अजादिः एकाच् अस्ति चेत् इ इति धातुः अजादिः एकाच्, तर्हि समग्रधातोः द्वित्वम् इ इति भवति, क्लेशः एव नास्ति. इदानीं धातुः हलादिः अनेकाच् अस्ति चेत् तर्हि प्रथम एकाच् भागस्य द्वित्वं भवति. एकाचः द्वे प्रथमस्य, तर्हि प्रथमभागस्य द्वित्वं भवति, अतः जागृ इत्यत्र प्रथमः एकाच् भागः अस्ति, जकारः योगः अकारः, आ इति पर्यन्तं प्रथमः भागः अस्ति, द्वितीयः भागः अस्ति ग योगः ऋ पर्यन्तं, गृ इति द्वितीयः भागः अस्ति। इदानीम् एकाचो द्वे प्रथमस्य इत्यनेन प्रथमभागस्य द्वित्वं भवति, अतः जाजागृ इति अस्ति। ततः अग्रे मीना भगिनी पठतु। जादे द्वितीयस्य अधिकारसूत्रं द्वादशं सूत्रं पर्यन्तं षष्ठाध्याये एक प्रथमपादे द्वितीयसूत्रतः द्वादशसूत्रपर्यन्तं सर्वत्र अनुवर्तते अजादे द्वितीयस्य सूत्रं स्वयं सम्पूर्णम् ऊर्णु ऊर्णु नु इति भवति। अत्र अजादे द्वितीयस्य अजादि धातुः ऊर्णुधातु अक्षवर्णः आदौ भवति, तस्य द्वितीयस्य द्वित्वं भवति द्वितीयस्य द्वित्वं भवति। पठामि वा? तावद् भगिनि, धन्यवादः, समीचीनम्। इत्युक्ते अत्र अजादिः अस्ति, धातुः अजादिः अस्ति चेत् विशिष्टः नियमः अस्ति, हलादिः अस्ति चेत् सामान्यनियमेन एव कार्यं भवति, एकाच् भवतु अनेकाच् भवतु, तत्र धातुः एकाच् वा अनेकाच् वा एकाचो द्वे प्रथमस्य इति सूत्रेण एव कार्यं भवति। परन्तु धातुः अजादिः अस्ति चेत् विशिष्टसूत्रमस्ति अजादे द्वितीयस्य। इदानीं सरलम् उदाहरणम् एकं स्वीकुर्मः। अटि इति धातुः अस्ति, निजन्तधातुः अटि, अटि इति धातुः अजादिः अपि अस्ति अनेकाच् अपि अस्ति। तर्हि अटि इति धातौ द्वित्वं यदा कुर्मः चेत् अजादेर्द्वितीयस्य इति सूत्रेण द्वितीय एकाच् भागस्य द्वित्वं भवति। तर्हि अ इति प्रथम एकाच् भागः, टि इति द्वितीयः एकाच् भागः। इदानीम् अजादेर्द्वितीयस्य इत्यनेन द्वितीय एकाच् भागस्य द्वित्वं भवति, अतः अटि टि इति निष्पन्नं भवति। अटि टि इत्युक्ते टि इत्यस्य द्वित्वं भवति, द्वितीय एकाच् भागस्य द्वित्वम् इति तत्र उदाहरणमस्ति। अत्र ऊर्णु इति उदाहरणम् अवगमनार्थम् अग्रिमं सूत्रं पठामः। तर्हि अत्र वासुदेवन् महोदय पठति वा? कुत्र अहं पठामि? पश्यामः, इदानीं पश्यामः ऊर्णु इति धातोः विषये पश्यामः अग्रिमं सूत्रं पठित्वा। भगिनी एकः प्रश्नः, भगिनी अटि अस्ति अस्ति, तत्र कथं जानीमः एकाचो द्वे प्रथमस्य कार्यं न करोति तत्र? यतोहि अजादेव द्वितीयस्य इति अस्ति सूत्रम्, एकाचो द्वे प्रथमस्य इति एकमेव सूत्रमस्ति चेत् तत्र तत् सूत्रं कार्यं करोति एव। परन्तु अजादेव द्वितीयस्य इति सूत्रस्य वासुदेवन् महोदय अजादेव द्वितीयस्य इति सूत्रमस्ति खलु, तर्हि एकाचो द्वे प्रथमस्य इति प्रबाद्य अजादेव द्वितीयस्य इति सूत्रेण धातुः अजादिः अस्ति चेत् अनेकाच् अपि अस्ति, यतोहि एकाच् अस्ति, धातुः अजादिः एकाच् अस्ति चेत् एकाचो द्वे प्रथमस्य इति कार्यं करोति। परन्तु धातुः अनेकाच् अस्ति तदानीम् अजादेर्द्वितीयस्य इत्यनेन अजादिः अस्ति चेत् द्वितीयस्य द्वित्वं भवति इति अर्थः, अतः अजादेर्द्वितीयस्य इत्यनेनैव कार्यं भवति। किन्तु जागृ अपि जागृ एकाच अस्ति भगिनी, कथं जा अपि एकम् एकाच् अस्ति? सूत्रम् एकाच् अस्ति इति न वदति। सूत्रस्य अर्थः कः इति चेत् सूत्रस्य अर्थः एकाचः द्वे प्रथमस्य एकाचः एकाच् भागः अस्ति चेत् प्रथम एकाच् भागस्य द्वित्वं भवति इति अर्थः अस्ति. तदनन्तरम् अजादे द्वितीयस्य इति एव सूत्रमस्ति, सूत्रद्वयमेव अस्ति. अतः कथञ्चित् सर्वेषां धातूनां कुत्रचित् तत्र स्थापनीयम्, अन्यत् सूत्रं नास्ति. अतः अजादेर् द्वितीयस्य इत्यनेन द्वित्वं भवति, नो चेत् एकाचो द्वे प्रथमस्य इत्यनेन द्वित्वं भवति. तर्हि अजादिः अस्ति चेत् अजादेर् द्वितीयस्य इत्यस्य कार्यं भवति, नो चेत् अन्येषां सर्वेषां धातूनां कार्यं तु एकाचो द्वे प्रथमस्य इत्यनेन एव भवति. अतः धातुः हलादिः अस्ति, अनेकाच् अस्ति, तदानीमपि एकाचो द्वे प्रथमस्य इत्यनेन प्रथम एकाच् भागस्य द्वित्वं भवति. बुद्धं खलु? सूत्रद्वयमेव अस्ति. भगिनि, प्रथमसूत्रे एकाचो द्वे प्रथमस्य अनेकाच् इति नास्ति किल, किमर्थं जागृ इति अनेकाच वयमेव वदति? अनेकाच इति पदं नास्ति सूत्रे. हा, अनेकाचः इति पदं नास्ति चेदपि अत्र किं वक्तुम् इच्छामि, अत्र सूत्रद्वयमेव अस्ति, एकाचो द्वे प्रथमस्य अपि च अजादेर् द्वितीयस्य इति सूत्रद्वयमेव अस्ति. इदानीं द्वित्वं करणीयं. तर्हि कथं कर्तुं शक्नुमः? भवती वदतु. एकाचो अस्ति चेत् प्रथमभागस्य द्वित्वं भवति एकाचो द्वे इति सूत्रेण, प्रथमस्य सूत्रेण. अजादे द्वितीयस्य भागं भवति, तत्र न वदति एकाच अस्ति इति, परन्तु एकाच अजन्तप्रत्ययः अत्र कथं पश्यामः चेत् इति चेत् अत्र सूत्रद्वयमेव अस्ति. अतः यत्र यत्र द्वित्वम् अपेक्षितं धातूनां तत्र अनयोः सूत्रयोः एव कार्यं भवति. धातुः अजादिः अस्ति, अनेकाच् अस्ति चेत् द्वितीयसूत्रं कार्यं करोति. अनेकाच् अस्ति न दत्तं तत्र, पदं नास्ति. हा, पदं नास्ति चेदपि अनेकाच् अस्ति इति न दत्तं, तथापि सूत्रद्वयमेव अस्ति. अजादिः अनेकाच् अस्ति चेत् द्वितीयसूत्रं कार्यं करोति, नो चेत् अन्यत्र सर्वत्र एकाचो द्वे प्रथमस्य इति सूत्रं कार्यं करोति. सूत्रस्य अर्थः कः इति चेत् प्रथमस्य एकाचः द्वे इति अस्ति. प्रथमस्य इत्यनेन प्रथम एकाच् भागस्य द्वे सह. द्वे इत्युक्ते द्वित्वं. प्रथमस्य एकाचः द्वित्वम् इत्यनेन अनेकाच् भवतु, एकाच् भवतु, यत्किमपि भवतु, प्रथमस्य द्वित्वं भवति इति अर्थः. अतः जागृ इति प्रथमस्य एकाचः द्वित्वं भवति, अनेकाच् चेत् अपि तत्र भवति. दिस् इस् द रेसिडुयल् केटेगरि. यत्र अजादिः अनेकाच् नास्ति, तेषाम् अन्येषां सर्वेषाम् एकाचो द्वे प्रथमस्य इत्यनेन एव भवति. अस्तु, भवती मम एकः संशयः. जागृति पदे द्वौ भागौ, जागृ अस्मिन् जा इति शब्दे द्वौ स्वराः सन्ति किल, स्वराः सन्ति किल. जा इत्युक्ते आ, पुनः दीर्घः आ इति एकः एव स्वरः, आ इति एकः स्वरः, एकः स्वरः. ओके ओके, अस्तु महोदय, अग्रे पठतु. न इन्द्राः संयोगादयः, अजादेः द्वितीयस्य न इन्द्राः संयोगादयः द्वे. अजादेः द्वितीयस्य न इन्द्राः संयोगादयः द्वे इत्युक्ते किम् इति न सम्यक् रीत्या. अस्तु अस्तु, इदानीम् अत्र न इति अस्ति, न इत्यनेन किं बुध्यते? न इत्युक्ते नास्ति, निषेधः इति अस्ति. निषेधः अस्ति. निषेधः इत्युक्ते कस्य निषेधः इति चेत् सूत्रे वदति अजादेः द्वितीयस्य निषेधः इति अस्ति. अजादेः द्वितीयस्य निषेधः. अजादेः द्वितीयस्य निषेधः. महोदय कृपया किञ्चित् म्यूट् करोतु महोदय, प्रतिध्वनिः आगच्छति. अजादेः द्वितीयस्य इति सूत्रस्य निषेधः अस्ति. इदं सूत्रं किं वदति इति चेत्, यत्र अजादिः अस्ति धातुः, अपि च इदं सूत्रं तु पूर्वसूत्रस्य निषेधः अस्ति, अजादेर्द्वितीयस्य इति सूत्रस्य निषेधकसूत्रमस्ति. इदं सूत्रं वदति यत्र धातुः अजादिः अस्ति अनेकाच् अस्ति, धातुः अजादिः अनेकाच् अस्ति चेत् द्वितीयभागस्य द्वित्वम् इति पूर्वसूत्रेण जानीमः. अजादेर्द्वितीयस्य इत्यनेन धातुः अजादिः अनेकाच् अस्ति चेत् द्वितीयभागस्य द्वित्वं, यथा अटि इत्यत्र, अटि इत्यत्र द्वितीयः एकाच् भागः अस्ति टि इति भागः, तस्य द्वित्वम् अतः अटिटि इति आसीत्. इदानीम् इदं सूत्रं न इन्द्राः संयोगादयः इति सूत्रं किं वदति इति चेत्, अजादिः धातुः भवतु अनेकाच् अपि भवतु, द्वितीय एकाच् भागस्य द्वित्वं यदा भवति, द्वित्वस्य आदौ नकारः दकारः अथवा रेपः, इन्द्राः नकारदकाररेपः, येषां संयोगः अस्ति चेत् तेषां द्वित्वं न भवति. अतः इदानीम् उदाहरणरूपेण पश्यामः चेत् ऊर्णो इति धातुः अस्ति, अनेकाच् धातुः अस्ति, अजादि धातुः अस्ति. तर्हि ऊर्णु इत्यत्र किं सूत्रं कार्यं करोति इति चेत् अजादेव द्वितीयस्य इति कार्यं करोति. किमर्थं? यतोहि ऊर्णु इति अनेकाच् अस्ति, अजादिः अपि अस्ति, अजादिः अनेकाच् अस्ति, अतः अत्र एकाचो द्वे प्रथमस्य इति कार्यं न करोति, अजादेव द्वितीयस्य इति एव कार्यं करोति. तर्हि अजादेव द्वितीयस्य इत्यनेन द्वितीय एकाच् भागः अस्ति ऊ इति प्रथम एकाच् भागः, अवशिष्टः भागः द्वितीय एकाच् भागः, रेपः नकारः उकारः द्वितीय एकाच् भागः. अतः किं भवति इति चेत् द्वितीयभागस्य द्वित्वं भवति, ऊर्णो ऋणो इति भवति, रेप णकार उकारयोः द्वित्वं भवति. परन्तु अत्र सामान्यतया तदेव भवति, परन्तु अत्र न इन्द्राः संयोगादयः इति सूत्रेण यत्र द्वितीय एकाच् भागस्य आदौ संयोगादयः, आदौ संयोगः अस्ति, कस्य संयोगः इति चेत् रेपणकार दकारः, अत्र ऊर्णो इत्यत्र रेप णकारयोः संयोगः अस्ति. अतः तत्र संयोगस्य आदौ यः वर्णः अस्ति तस्य द्वित्वं न भवति. अतः ऋणु रेपणकार उकारयोः रेपस्य द्वित्वं न भवति, केवलं नु इत्यस्य एव द्वित्वं भवति, अतः ऊर्णु नु इति रूपं निष्पन्नं भवति. अत्र नत्वं कथं भवति इति चेत्, ऊर्णु इत्यत्र रेपः निमित्तमस्ति इति कृत्वा तत्र नकारस्य रषाभ्यां नोणः समानपदे इति सूत्रेण नत्वं भवति, अतः ऊर्णो इति आसीत्. इदानीं यदा द्वित्वं भवति ऊर्णो नु, तस्मिन् सन्दर्भे नत्वं न भवति. किमर्थं चेत् तत्र मध्ये रेपस्य अनन्तरं मध्ये मूर्धन्यणकारः अस्ति, सः नकारः बाधकः अस्ति. अट्कुप्वाङ् नुं व्यवाये अपि इत्यनेन तत्र नकारः नास्ति, अतः नत्वं न भवति, ऊर्णो नु इत्येव अस्ति. बुद्धं खलु? रेपम् अपगच्छति इदानीमेव नत्वं न भवति, सामान्यनकारमेव भवति वा? नत्वं इदानीम् ऊर्णूनु इति धातुः अस्ति, तत्र नत्वं नु इति भागे नत्वं न भवति, यतोहि रेपस्य अनन्तरं बाधकवर्णः अस्ति णकारः. इदानीं संयोगम् आगच्छति कुत्र? द् उदाहरणे तत् पश्यामः, तत् पश्यामः, तत् पश्यामः. इदानीं किं नकार दकार संयोगः इत्युक्ते संयोगः इत्युक्ते हल् वर्णद्वयं, हल् वर्णद्वयम् अस्ति चेत् हलोनन्तराः संयोगः इति सूत्रमस्ति, संज्ञासूत्रं. हलोनन्तराः संयोगः इत्युक्ते हल् वर्णद्वयम् अस्ति, तस्य मध्ये स्वरवर्णः नास्ति चेत् संयोगः इति वदामः. रेपणकारयोः संयोगः, रेपदकारयोः संयोगः, रेप अथवा दकार रेपयोः संयोगः इति तादृशसंयोगः. अल्वर्णद्वयम् अस्ति, मध्ये स्वरः नास्ति चेत् संयोगः इति वदामः. ऊर्णु इत्यत्र रेपणकारयोः संयोगः अस्ति, तर्हि संयोगः अस्ति इति कृत्वा द्वितीय एकाच् भागस्य आदौ संयोगः अस्ति रेपणकारयोः, अतः रेपस्य संयोगादयः द्वित्वं न भवति, अतः रेपस्य द्वित्वं न भवति. अग्रिम उदाहरणं नकारं दकारं द्वयमपि वर्तते, द्वयमपि अपगच्छति वा? अग्रिम उदाहरणं पश्यामः इदानीं. भगिनि, ऊर्णु रकारः अस्ति इति, रेपः अस्ति इति कृत्वा एव नकारस्य णकारः भवति खलु. तर्हि द्वितीयनकारस्य तदेव रेपः कार्यं कर्तुं शक्यते वा? एकवारं निमित्तम् अस्ति चेदेव कार्यं भवति खलु. निमित्तं गच्छति चेत् कार्यमपि न भवति, कारणम् अस्ति चेदेव कार्यं भवति. तत्र कारणमस्ति रेपः. इदानीं द्वितीयभागे नु इति भागे कारणमेव नास्ति. कारणमेव नास्ति, कारणं नास्ति चेत् कार्यं कथं भवति? अतः कथं तत्र न भवति. तदर्थं तत्र एकं वाक्यं वदामः, निमित्त अपाये नैमित्तिकस्यापि अपायः इति वदामः. इत्युक्ते निमित्तम् अपगच्छति चेत् कार्यमपि न तिष्ठति. अतः नु इति भागे रेपस्य कारणेन तत्र णत्वं जातं, परन्तु इदानीं द्वितीय यत्र द्वित्वं क्रियते तत्र रेपः नास्ति इदानीं, अतः निमित्तं नास्ति, अतः णत्वमपि न भवति. परन्तु पूर्वं यः रेपः अस्ति तेन णत्वं भवितुमर्हति वा इति चेत् तेनापि न भवितुमर्हति, यतोहि व्यवधानम् अस्ति, मूर्धन्य णकारस्य व्यवधानम् अस्ति, अतः तेनापि भवितुं नार्हति. न, परन्तु रेपः एकवारं कार्यं करोति वा, अनन्तरं यदि नकारस्य अनन्तरं नकारः अस्ति तस्य उपरि अपि तस्य प्रभावः भवति वा? समानपदे नास्ति खलु. न, तत्र प्रभावः भवति वा इति पुनः चिन्तयामः, वयं चिन्तयामः. तत्र रेपः अस्ति खलु, एकवारं नत्वं जातं तर्हि पुनः तत्र जायते वा इति चेत् न जायते, यतोहि व्यवधानम् अस्ति, नकारस्य व्यवधानं. प्रथमं तु रषाभ्यां नोणः समानपदे इति सूत्रेण णत्वं कृतं, तर्हि रेपस्य अनन्तरं दन्त्यनकारस्य णत्वं कृतम्. इदम् अस्माकं कृते इदानीं द्वितीयं सूत्रमस्ति, अट्कुप्वाङ् नुं व्यवाये अपि, तेन सूत्रेण णत्वं भवितुम् अर्हति वा? यद्यपि व्यवधानम् अस्ति इति पश्यामः चेत् तेनापि न भवितुम् अर्हति, यतोहि बाधकवर्णः अस्ति खलु. सूत्रद्वयम् अस्ति खलु. अस्तु, क्षम्यताम्, अत्र ऊर्णु इति ऊर्णु इति पदे प्रथमः द्वितीयः इति कथं ज्ञातुं शक्नुमः भगिनि? ऊ इति प्रथमः इत्युक्ते, प्रथमः इत्युक्ते धातोः आदौ यः कोऽपि वर्णः भवतु तस्मात् आरभ्य तस्य अनन्तरं यः अच्वर्णः अस्ति तत्पर्यन्तम् एकाच् भागः. इदानीं जा इति जागृ इति धातोः, तर्हि जा इति आरभ्य आकारपर्यन्तम् एकः भागः, अच्वर्णपर्यन्तम् एकः भागः. इदानीं गकार आरभ्य ऋकारपर्यन्तम् अन्यः भागः, इत्युक्ते आदौ यः कोऽपि वर्णः भवतु तस्मात् आरभ्य अच्वर्णपर्यन्तं स्वीकरणीयम् एकः भागः. तथा ऊर्णो इति चेत् प्रथमः तु अचादि अस्ति, तत् स्वयमेव प्रथमभागः भवति वा? सत्यम्, ऊ इति प्रथमः भागः, ऋणु इति द्वितीयः भागः. अस्तु भगिनि, धन्यवादः. अस्तु, इदानीं तत्र सूत्रे नृा इत्युक्ते किं भगिनि? नकारदकाररेपसंयोगादयः न इन्द्राः इत्युक्ते नकारदकाररेप, एतेषां संयोगः अस्ति चेत् द्वित्वं न भवति, तस्य द्वित्वं न भवति. Oh, so any combination भवति वा भगिनि तत्र न दर इत्यस्य संयोगः? एनी काम्बिनेशन् वित् नकार दकार रेपम् एव. सत्यं भगिनि, अजादेर् द्वितीयस्य तर्हि ई किमर्थम् एकाचो द्वे प्रथमस्य तत्र अस्ति ई इत्यस्य द्वित्वम्? द्वितीयस्य कुत्र अस्ति तत्र ई इत्यत्र? द्वितीयस्य कुत्र अस्ति? अजादिः अस्ति, द्वितीयं कुत्र अस्ति? ओ अस्तु, अत्र द्वितीयस्य इत्यस्य अधिकं बलम् अस्ति इति. अजादि द्वितीयस्य इत्यनेन एव वयम् अवगच्छामः. द्वितीयस्य इत्यनेन अनेकाच् अस्ति इति अवगच्छामः. यदि अत्र अजादेः इत्येव उक्तमस्ति चेत् तत्र क्लेशः भवति. परन्तु सूत्रे स्पष्टतया द्वितीयस्य इति उक्तं. तर्हि द्वितीयस्य इत्युक्ते तादृशधातुः यः अजादिः अपि अस्ति, यस्य द्वितीय एकाच् भागः अपि अस्ति इति अर्थः खलु. अस्तु भगिनि, अत्र समाप्यते वा ऊर्नुन्नु? तावदेव तावदेव द्वित्वकार्यं. तदनन्तरम् अन्यानि कार्याणि भवन्ति, तद् अग्रे गत्वा पठिष्यामः. अत्र द्वित्वं कथं भवति एव विषयः खलु. तदनन्तरं किं भवति इति भिन्नप्रश्नः अस्ति. किन्तु भगिनि, सर्वेषां धातूनां मध्ये एतादृशं न भवति खलु? तत्रापि अन्यनिमित्तं भवेत् खलु भगिनि? कुत्र कुत्र द्वित्वं भवति इति विषयः अस्ति. कुत्र कुत्र द्वित्वं भवति इति प्रथमं चिन्तनीयं. तदर्थम् अग्रे सूत्राणि सन्ति अस्मिन्नेव प्रकरणे. कुत्र कुत्र द्वित्वं भवति इति अत्र अग्रे उच्यते, पश्यामः. इत्युक्ते सर्वेषां धातूनां भवति वा कुत्रचित् न भवति वा इति तत्र महान् विषयः अस्ति. अवशिष्यभागस्य द्वित्वमेव भवति किल? कुत्र अजादेः द्वितीयस्य रेफस्य लोपः भवति, तदनन्तरं न अवशिष्यते, तस्य एव द्वित्वं भवति. रेपस्य लोपः भवति वा न वा इति नास्ति, तत्र रेपस्य द्वित्वं न भवति इत्येव. रेपस्य द्वित्वं न भवति. अस्तु, अग्रे अग्रिमम् उदाहरणं पश्यामः, अनन्तरं पृच्छन्तु प्रश्नाः सन्ति चेत्. अत्र उन्दिश इति सन्नन्तधातुः अस्ति. उन्दिश उन्द् धातुतः सन् प्रत्ययं योजयित्वा उन्दिश इति धातुः अस्ति. कथं भवति इति इदानीं चिन्ता मास्तु. तत्र इडागमः भवति, षत्वं भवति, सर्वं भूत्वा उन्दिश इति रूपमस्ति. धातोः रूपम् उन्दिश. इदानीम् उन्दिश धातोः द्वित्वं करणीयं. तर्हि कथं करणीयम् इति चेत् अत्र कः वदति? अत्र रमा भगिनी वदतु, उन्दिश इति धातोः द्वित्वं कथं करणीयम्? तत्र कति एकाच् भागः, सन्ति? द्वे न त्रीणि. अतः द्वितीयस्य द्वित्वं भवति न, अतः उन्दि किमर्थम् उन्दि दिश इति आगच्छति? किमर्थं दि इति द्वित्वम्? अजादेः द्वितीयस्य संयोगादयः द्वे लिखितमस्ति न, नकारस्य लोपः भवति. द्वितीय अस्य द्वित्वमपि भवति. हा, नकारस्य लोपः इति न वदामः अत्र. लोपः इति न उक्तं, तस्य द्वित्वं न भवति इत्येव अर्थः अस्ति. लोपः भवति, द्वित्वं न भवति. तर्हि अत्र उन्दिश इति धातोः कति एकाच् भागाः सन्ति इति चेत् त्रयः भागाः सन्ति. उ इति एकः भागः, इन्दि इति एकः भागः, ष इति अन्यः भागः. इदानीम् अनेकाच् अस्ति धातुः, अजादिः अपि अस्ति. अतः अजादेर्द्वितीयस्य इति सूत्रस्य कार्यं भवति इति वयं जानीमः. तेन किं भवति इति चेत् द्वितीय एकाच् भागस्य द्वित्वम्, इन्दि इति भागस्य द्वित्वं भवति. तर्हि तदानीं तत्र किं भवति इति चेत् इन्दि इत्यत्र पश्यामः चेत् नकारदकारयोः संयोगः अस्ति आदौ. इन्दि इत्यत्र नकारदकारयोः संयोगः अस्ति. अतः न इन्द्राः संयोगादयः इत्यनेन यत्र नकारदकारयोः संयोगः अस्ति तर्हि आदिमवर्णस्य द्वित्वं न भवति. अतः नकारस्य द्वित्वं नास्ति, दि इति भागस्य एव द्वित्वम्. अतः उन्दि दिश इति रूपं निष्पन्नं भवति. भगिनि परन्तु दकारमस्ति चेदेव द्वित्वं न भवति न नकारदकाररेपः नकारदकाररेपः इत्युक्ते नकारदकारयोः संयोगः अथवा रेपदकारयोः संयोगः इति तादृशं किमपि अस्ति चेत् रेपनकारयोः संयोगः इति तादृशं किमपि अस्ति चेत् तत्र तस्य द्वित्वं न भवति अत्र नकारदकारयोः संयोगः संयोगस्य प्रथमभागस्य मम प्रश्नः द्वितीय दिका दि इति द्वित्वं न दकारं न द्वित्वं भवति चेत् दि इति न दकारस्य द्वित्वं नास्ति इति नास्ति संयोगादयः न द्वे नन्द्राः संयोगादयः न द्वे संयोगादिः कः आदिः नकारः अस्ति सत्यम् आदिमवर्णस्य नास्ति संयोगस्य आदयः एक्सेट्रा नास्ति आदिः इत्युक्ते आदिमभागः अस्तु भगिनी एकः प्रश्नः अस्ति द्वितीयभागद्वित्वं भवति चेत् तत्र एव तिष्ठति किम् इत्युक्ते यथा अत्र अस्ति उन्दि दि श न तु उन्दि श दि न तत्रैव अस्ति यस्य द्वित्वं तस्य अनन्तरं तिष्ठति अस्तु अग्रे अत्र इन्दि इन्द्र संयुक्ताक्षरम् अस्ति अस्ति संयुक्ताक्षरं कोऽपि अनदर् टैप् आफ् संयुक्ताक्षरम् अस्ति चेत् सेम् प्रयोगः न तत् केवलं नकारदकाररेपः एतेषां संयोगः अस्ति चेत् एव नकारदकारस्य रेपदकारस्य तत्रैव ततः एव तत्र इन्द्राः इति उक्तं खलु इन्द्राः संयोगादयः संयोगः अस्ति संयोगस्य आदौ नकारः संयोगस्य आदौ दकारः संयोगस्य आदौ रेपः तस्य अनन्तरं यः कोऽपि वर्णः भवतु संयोगस्य आदौ नकारः संयोगस्य आदौ दकारः संयोगस्य आदौ रेपः अस्ति चेत् तेषां द्वित्वं न भवति बुद्धं खलु संयोगस्य आदौ कः वर्णः आदौ कः वर्णः इति द्रष्टव्यं संयोगस्य आदौ नकारः वा दकारः वा रेपः इति अस्ति चेत् तत्र द्वित्वं न भवति तस्य अनन्तरं यः कोऽपि वर्णः भवतु यः कोऽपि हल् वर्णः भवतु अस्तु उमा भगिनी भवत्येव पठतु पूर्वोऽभ्यासः षष्ठाध्याये प्रथमपादे चतुर्थः सूत्रं पूर्वः अभ्यासः चतुर्थं सूत्रम् ओके पूर्वः अभ्यासः द्वयोः संज्ञासूत्रं पूर्वः अभ्यासः द्वयोः ओके अच्छा अत्र अपि द्वित्वम् अभ्यास अभ्यस्तम् इति लिट् लिट् लकारे द्वित्वं भवति इफ् ऐ एम् राङ्ग् प्लीस् स्टाप् मी न लिट् लकार इति त्यजतु सर्व यत्र कुत्रापि द्वित्वं भवति ओके ओके यत्र कुत्रापि द्वित्वं भवति तत्र पूर्वः द्वित्वं भवति चेत् पूर्वद्वित्वम् अभ्यासः इति कथ्यते न यत् भगिनि यत् सूत्रं पठितं तस्मिन् विषये एव वदतु अनन्तरम् इति अग्रे पश्यामः पूर्वाभ्यासः द्वयोः ओके ओके पूर्वः अभ्यासः द्वयोः सो दट् वेरि रूट् सारि सारि दट् धातु द्वित्वं भवति तावदेव इत्युक्ते अत्र इति पच् पच् इति धातुः अस्ति. पच् इति धातोः द्वित्वं कथमस्ति? पच् मीन्स् पूर्वः अभ्यासः, पच् पच् इति आगच्छति. पच् इति धातोः द्वित्वं किम् अस्ति? न पच् पच् भगिनी धातोः नामकरणमेव भवति न किम्? संज्ञासूत्रमस्ति चेत् नामकरणमेव भवति न प्रथम प्रथमस्य नामः अभ्यासः न तदेव तदेव तदेव अत्र स्पष्टीकरणार्थं वदन्ति अस्मि. प्रथमं तत्र धातोः द्वित्वं भवति पच् पच् इति धातोः द्वित्वम् अस्ति. पच् पच् इति धातोः द्वित्वम् एकाचो द्वे प्रथमस्य इति द्वित्वं. पच् पच् इत्यत्र प्रथम पच् इत्यस्य अभ्याससंज्ञा अस्ति. पूर्वे पूर्वो अभ्यासः इत्यनेन पच् पच् इत्यत्र पच् इत्यस्य अभ्याससंज्ञा. इ इति धातुः अस्ति चेत् इ इत्यत्र प्रथम इ इति भागस्य अभ्याससंज्ञा. एवमेव सर्वत्र. अधुना अवगतम् अस्तु भगिनि. अग्रे सूर्यकुमारी भगिनी पठतु. अग्रे सूर्यकुमारी भगिनी. आं भगिनि. उभे अभ्यस्त्वम् उभे द्वे अभ्यस्त्वम् इति अपि संज्ञासूत्रमस्ति. उभे द्वे उभे द्वे तदर्थं द्वित्वम् आगच्छ उभे अभ्यस्त्वं संज्ञासूत्रम् उभे तदर्थं उभे अत्र उभे अभ्यस्तम् इत्यनेन पच् पच् इति धातो धातौ द्वित्वानन्तरं पच् इति भागस्य अभ्याससंज्ञा अस्ति. पच् पच् इति समग्रस्य अभ्यस्तसंज्ञा अस्ति. चतुर्थसूत्रमस्ति. धन्यवादः. अग्रे विनयमहोदय पठति वा? आं भगिनि. उभे उभे श्रूयते भगिनि. सूर्यकुमारी भगिनी न श्रूयते. भगिनि प्रथमसूत्रमस्ति भगिनि. क्षम्यता. पूर्वे पूर्वे एव अभ्याससंज्ञा भवति. द्वितीयसूत्रमस्ति उभे अभ्यस्त्वं तदर्थं किम्? अभ्याससंज्ञा प्रथम एव भवति प्रथमसूत्रेण. किम् उभे अभ्यस्त्वम् इत्युक्ते पच् पच् द्वे अपि अभ्यस्त्वं संज्ञा भवति वा? सत्यं. पच् पच् इति समग्रस्य अभ्यस्तसंज्ञा. प्रथमेव न प्रथमस्य अभ्याससंज्ञा अस्ति. अभ्यासः इति भिन्नसंज्ञा, अभ्यस्तम् इति भिन्नसंज्ञा. अवगतं भगिनि. अभ्याससंज्ञा, द्वितीयम् अभ्यस्त्वं संज्ञा. अभ्यस्तम् अभ्यस्तम् इति भगिनि. द्वयोः सम्पूर्णस्य सम्पूर्णस्य सम्पूर्णस्य. विनय महोदय. जक्षितादयः षट् षड् अध्याय एक पाद षट् सूत्रः जक्षित्यादयः षट् अभ्यस्तम् जक्षित्यादयः षट् अभ्यस्तम् षट् अभ्यस्तम् उभयभ्यस्तम् अन्यविषयः महोदय एकवारं पठित्वा पठित्वा अनन्तरं वदतु महोदय एकवारं पठतु चिन्ता नास्ति जक्षुत्यादयः षट् अभ्यस्तम् अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति जक्ष जाग्रे दरिद्रा चकास शास दधीन् वेदीन् च तेषां द्वित्व अभावे अपि अभ्यस्तसंज्ञा तेषां द्वित्व अभावे अपि अभ्यस्तसंज्ञा अतः द्वित्वं नास्ति परन्तु अभ्यस्तमस्ति अदादिगण धातवः सम्बन्धे अतः अभ्यस्त षड् धातुः जक्ष इति अपि योजयित्वा सप्तधातवः सप्तधातौ सप्तधातवः सप्तधातव अभ्यस्तसंज्ञा भवति द्वित्वं न भवति अदादिगणे अतः अतः दरिद्रा धातु यदि दरिद्रः ददरिद्रा भवति न किमपि तथा नास्ति तथा नास्ति दरिद्रधातुः इति धातुः अदादिगणे अस्ति दरिद्रधातुः तत्र यद्यपि दरिद्रधातोः तत्र द्वित्वं न भवति द्वित्वं न किमपि न भवति तथापि दरिद्र इत्यस्य अभ्यस्तसंज्ञा अस्ति केवलं तत्र संज्ञा एव क्रियते यद्यपि द्वित्वं नास्ति जक्षित्यादयः षट् इत्युक्ते तत्र द्वित्वं कुत्र कुत्र भवति इति एकवारं पश्यामः चेत् तत्र लिट् लकारे द्वित्वं भवति लिटि धातोरनभ्यासस्य इत्यनेन लिटि द्वित्वं भवति सन्यङ्गोः इत्यनेन सनन्तधातोः द्वित्वं भवति यङ्गन्तधातोः द्वित्वं भवति सन् इति सनादिप्रत्ययः अस्ति धातुतः सनादिप्रत्ययः योजयामः चेत् तत्र नूतनधातुः निष्पद्यते एवमेव धातुतः यङ् प्रत्ययं योजयामः चेत् नूतनधातुः निष्पद्यते तर्हि सन्नन्तधातुः यङन्तधातुः तत्रापि द्वित्वं भवति श्लौ इत्यनेन जुहोत्यादिगणे श्लू इति प्रत्ययः प्रत्ययस्य शपः श्लू इत्यनेन लोपः भवति जुहोत्यादिगणे श्लौ इति सूत्रेण द्वित्वं भवति चङ्गी इत्यनेन लुङ् लकारे अपि द्वित्वं भवति आहत्य पञ्चसु स्थलेषु द्वित्वं भवति लिट् लकारे सन्नन्तधातोः यङन्तधातोः जुहोत्यादिगणे अपि च लुङ् लकारे पञ्चसु स्थलेषु एव द्वित्वं भवति अन्यत्र कुत्रापि द्वित्वं नास्ति यदि तत्र विशिष्टसूत्रेण किमपि द्वित्वकार्यम् अस्ति चेत् तद्भिन्नं परन्तु सामान्यरीत्या पञ्चसु स्थलेषु एव द्वित्वं भवति अतः अत्र अदादिगणे ये दातवः सन्ति तेषां कृते द्वित्वं नास्ति द्वित्वं कर्तुं सूत्रमेव नास्ति तथापि अत्र जक्षित्यादयः षट् इति विशिष्टसूत्रमस्ति तेन सूत्रेण जक्ष धातुः अपि च इत्यादयः इत्युक्ते अन्ये धातवः यथा जागृ दरिद्र चकास् शास् दीदिङ् वेविङ् अन्ये सर्वे अनेकाच् धातवः तेषां द्वित्वं न भवति तथापि तेषाम् अभ्यस्तसंज्ञा भवति इत्युक्ते सम्पूर्णधातोः अभ्यस्तसंज्ञा भवति इत्येव अर्थः संज्ञा एव क्रियते अनेन केवलं संख्या अहं इदानीम् अहम् अभ्यस्तसंज्ञाम् आश्रित्य कार्याणि प्रवर्तन्ते अभ्यस्तसंज्ञां निमित्तीकृत्य कानिचन कार्याणि सन्ति तानि कार्याणि प्रवर्तन्ते पूर्वम् उदाहरणे जा जागृ इति दत्तं न एतत् न आगतं वा जाजाग्रु इति भिन्ना तत्र उदाहरणार्थं दत्तमस्ति. जाजाग्रु इति भिन्नः अस्ति, तत्र उदाहरणार्थं दत्तमस्ति. यदि सन्नन्तधातुः अत्र द्वित्वम् अत्र तत्र उदाहरणरूपेण द्वित्वं कथं भवति इति ज्ञातुमेव तत्र जाजाग्रु इति दत्तम् अस्ति. जाग्रु इति हा जागृधातोः द्वित्वं नास्ति, अतः एव जागृधातोः उदाहरणं समीचीनं नास्ति अत्र. तथापि केवलम् अवगमनार्थं द्वित्वम् इति कार्यं कथं भवति इति तदर्थं तत्र उक्तमस्ति. परन्तु जागृधातोः द्वित्वं नास्ति, अदादिगणीयधातोः द्वित्वं नास्ति. जागृ अत्र किमर्थम् उक्तम् इति चेत् केवलम् अवगमनार्थं द्वित्वं कथं भवति, प्रथम एकाश् भागस्य द्वित्वं कथं भवति इति प्रदर्शनार्थम् एव, तावदेव. भगिनी, जक्ष् धातोः द्वितीयभागः कुत्र अस्ति? एकाच् एव अस्ति खलु? द्वितीयभागः अस्ति इति अहं न उक्तवती खलु. किन्तु एतत् वदति खलु द्वितीयभागः अभ्यस्तम् इति. न, अत्र इदं सूत्रं पृथक् सूत्रमस्ति. सूत्रं किं वदति अत्र? पूर्वसूत्रम् इत्यस्मिन् विषये मा चिन्तयतु, उभे अभ्यस्तम् इति मा चिन्तयतु. अस्मिन् सूत्रे किं वदति इति चेत्, एतेषां सप्तानां धातूनाम् अभ्यससंज्ञा भवति, द्वित्वं नास्ति. द्वित्वम् अस्ति चेदेव समग्रस्य अभ्यससंज्ञा इति तादृशचिन्तनम्. अत्र तु द्वित्वमेव नास्ति, अतः पूर्व अभ्यासः उभे अभ्यस्तं धातु अभ्यस्तं भवति. तावदेव, तत्र तावदेव जक्षितादयः सत् अभ्यस्तं तावदेव. अस्तु, अग्रे सरेम. इदानीं वसन्ती भगिनी पठति वा? अस्तु जि. तुजादीनां दीर्घाभ्यासस्य सूत्रं स्वयं सम्पूर्णं. तुजीव धातूनाम् अभ्यासस्य स्वरः दीर्घः वेदे एव. तुज् योगः खानच् लिटः खानच् खानज्वा इत्ययेन वेदे लिटः स्थाने खानच् विकल्पेन तुजानः. तुजादीनां दीर्घाभ्यासस्य तुज् धातूनां अभ्यासः संज्ञा स्वरः दीर्घः. अभ्यासम् अस्ति चेत् पूर्वभागः. वेदे एव. ऐ डोण्ट् अण्डर्स्टाण्ड्. तुज् धातु वित् योगः खानच् प्रत्यय लिटः खानच् वा सूत्रेण लिटकस्थाने खानच् भवति. सो तुतु जानः इति भगिनि. हा, इत्युक्ते अत्र खलु श्रूयते खलु? हा, तुजादीनां दीर्घः अभ्यासस्य तुजादीनां दीर्घो अभ्यासस्य इति सूत्रं किं वदति इति चेत्, इदं सूत्रं वेदे एव प्रवर्तते. तत्र तुज् इति धातोः विषये अभ्यासस्य स्वरस्य दीर्घः भवति इति एव वदति अत्र सूत्रं. तर्हि अत्र विशिष्टसूत्रमस्ति, अस्माकं चिन्ता नास्ति. अत्र तुज् धातोः अभ्यासः, तुज् धातोः यदा द्वित्वं भवति तत्र किं भवति? न, द्वित्वं यदा भवति किं भवति? तुज् धातोः द्वित्वं करणीयं चेत् किं भवति तत्र? प्रथमभागे पच् इति धातोः पच् धातोः द्वित्वं कथं भवति? पच् धातोः द्वित्वं सुज् सुच् द्विवारं सुच् पच् पच् ओके तुच् तुच् तुच् इति द्वित्वं भवति. इदानीं तुच् तुच् इति द्वित्वानन्तरं तत्र कस्य अभ्याससंज्ञा अस्ति? तुज् इत्यस्य तुज् इति भागस्य अभ्याससंज्ञा अस्ति, तु इत्यस्य नास्ति. तुज् इति भागस्य अभ्याससंज्ञा अस्ति. तुज् इति धातोः द्वित्वं यदा भवति एकाचो द्वे प्रथमस्य इत्यनेन तुज् तुज् इति भवति. प्रथमतुज् इति भागस्य अभ्याससंज्ञा अस्ति. इदं सूत्रं किं वदति इति चेत्, इदानीं तुज् तुज् इति इत्यत्र तुज् इत्यस्य अभ्याससंज्ञा, तर्हि अभ्यासकार्यं प्रथमं प्रवर्तते. अभ्यासकार्यं तत्र तुज् इति प्रथमभागस्य जकारस्य लोपः भवति, हलादिः शेषः इति अन्यत् सूत्रमस्ति, तेन जकारस्य लोपः भवति. अतः तु तुज् इति रूपं निष्पन्नं भवति, तु तुज्. इदानीं तु तुज् इत्यत्र तुजादीनां दीर्घो अभ्यासस्य इत्यनेन इदानीं तु इति भागः एव अभ्यासः अस्ति, यतोहि जकारस्य लोपः अस्ति. अतः तु इति अभ्यासस्य दीर्घत्वं भवति, अतः तु तुज् इति अस्ति. कानच् इत्यत्र आन इति अवशिष्यते. कानच् इत्यत्र चकारस्य इत्संज्ञा केन सूत्रेण? ककारस्य लषक्व तदिते इत्यनेन इत्संज्ञा, अतः आन इति अवशिष्यते. अतः तु तुजान इति रूपं, तदनन्तरं सुबुत्पत्तिः तु तुजानः इति. भगिनि भगिनि एकः प्रश्नः अस्ति भगिनि. तुजादीनां यत् अत्र दत्तम् आदीनाम् अन्यदातवः सन्ति भगिनि? तुज् तुजादीनाम् इत्यत्र अन्यदातवः सन्ति इति वा? तुजादीनाम् इति प्रकरणे आदिशब्दस्य कः प्रयोजनम् इति पृच्छति भवति खलु? तत्र अन्ये शब्दाः अपि सन्ति, अत्र तुज् इति धातोः एव उदाहरणं दत्तमस्ति. इदानीम् अस्माकं विषयः द्वित्वं नास्ति इति कृत्वा तत्र सम्पूर्णं न उल्लेखितमस्ति, केवलम् अवगमनार्थं तादृशसूत्रमस्ति अस्मिन् प्रकरणे इति तावदेव. तुजादिगणे अन्ये शब्दाः अपि सन्ति, सत्यम्. भगिनि एकः संशयः, प्रथम दक्षितादयः षट् इति सूत्रे वयं पठामः दक्ष् इति सप्तदातवः द्वित्व अभावेपि अभ्यस्तम् इति कथ्यते. अत्र द्वित्वं लिट् लकारे द्वित्वम् आगच्छति न? अत्र प्लेन् इवन् लट् आर् लङ् इति चेत् तदपि अभ्यस्तम् इति नाम दीयते. लिट् लकारे द्वित्वानन्तरं प्रथमभागस्य अभ्याससंज्ञा अस्ति, तदनन्तरं दट् ऐ अण्डर्स्टुड् बट् ऐ हियर् ऐ एम् आस्किङ्ग् इस् दि दक्ष इत्यादयः धातोः नार्मल् क्लेचर् इस् अभ्यस्तम् इति सत्यं सत्यं सत्यं धन्यवादः. द्वित्वं किमपि नास्ति, केवलं नामकरणम् अस्ति, तस्य अभ्यससंज्ञा. अभ्यससंज्ञा अस्ति चेत् अभ्यससंज्ञाम् आश्रित्य कार्याणि प्रवर्तन्ते, तावदेव. इत्येतत् दरिद्र इति धातुः अस्ति. एकं सूत्रमस्ति श्नाभ्यस्तयोरातः इति. श्ना अभ्यस्ततयोः आतः लोपः इत्युक्ते अभ्यस्तसंज्ञा अस्ति चेत् आकारस्य लोपः भवति. दरिद्र इत्यत्र आकारस्य लोपः भवति श्नाभ्यस्तयोरातः इति सूत्रेण. अतः अभ्यस्तसंज्ञा अस्ति चेदेव आकारस्य लोपः भवितुमर्हति. अतः दरिद्र इत्यस्य आकारस्य अभ्यस्तसंज्ञा अस्ति इति कृत्वा लोपः भवितुम् अर्हति. अतः दरिद्रति इति रूपं निष्पन्नं भवति इति कृत्वा तत्र अभ्यस्तसंज्ञायाः प्रयोजनम् अस्ति. अस्तु, अग्रे विमला भगिनी पठति वा? आं भगिनि लिटि लिटि लिटि धातोरनभ्यासस्य लिटि धातोः अभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः तृतीयस्य वच् धातुः वच् वच् तद् उवाच इति भवति इत्युक्ते लिटि धातुः अस्ति वच् द्वित्वं भूत्वा वच् वच् भवति परन्तु लिटि किम् किमर्थम् उ भवति न अवगतम् किमर्थम् उ भवति इति चिन्ता मास्तु इदानीं तत्र सम्प्रसारणं भवति अतः चिन्ता मास्तु इदानीं परन्तु अत्र अस्माकं विषयः कः इति चेत् लिटि धातोरनभ्यासस्य इति सूत्रेण लिट् लकारे धातोः द्वित्वं भवति इति अवगच्छामः धातोः द्वित्वं भवति अनभ्यासस्य इत्युक्ते यस्य पूर्वं द्वित्वं न जातं तादृशधातोः एकाच् भागस्य द्वे प्रथमस्य अजादे द्वितीयस्य तादृश यत् ये नियमाः अधीताः पूर्वम् एकाचो द्वे प्रथमस्य अजादेर्द्वितीयस्य अनयोः नियमयोः प्रसक्तिः सर्वत्र भवति यः धातुः लिट्लकारे वा भवतु ज्योत्यादिगणे वा भवतु यत्र कुत्रापि भवतु अभ्यां सूत्राभ्याम् एव द्वित्वं भवति अतः अत्र लिटि धातोः अनभ्यासस्य द्वित्वं भवति इति वयम् अवगच्छामः अनेन सूत्रेण अस्तु अस्तु एकाचो द्वे प्रथमस्य अपि अजादेः द्वितीयस्य सूत्रद्वयं अनुवृत्ति एव अनुवृत्ति रूपमेव भवति किल किमर्थम् अनुवृत्तिः तत्र सूत्रे एव भवति साधारणतया एकाचो द्वे प्रथमस्य अपि अजादेः द्वितीयस्य सूत्रद्वयं अनुवृत्तिः भवति अत्र लिटि धातो अनभ्यासस्य अधिकारसूत्रमस्ति खलु अधिकारसूत्रमस्ति अतः सम्पूर्णस्य अनुवृत्तिः भवति अनुवृत्तिः सूत्रे लिटि धातोर् अनभ्यासस्य इति सूत्रे लिट्लकारे द्वित्वं भवति इति वयं जानीमः लिटि धातोर् अनभ्यासस्य इत्यनेन लिट्लकारे द्वित्वं भवति इति जानीमः द्वित्वं कथं भवति इति चेत् एकाचो द्वे प्रथमस्य अजादेर्द्वितीयस्य अतः तयोः अपि अनुवृत्तिः भवति अतः लिट्लकारे द्वित्वं यदा भवति तदानीं नियमः कः एकाचो द्वे प्रथमस्य अजादेर्द्वितीयस्य इति नियमः अत्र प्रथमसूत्र एव प्रवर्तते अत्र प्रथमसूत्र एव प्रवर्तते हा वच् इति धातोः प्रथमसूत्रेण भवति परन्तु तत्र एकाचो द्वे प्रथमस्य अजादेर् द्वितीयस्य अधिकारसूत्रमस्ति अतः सम्पूर्णस्य अनुवृत्तिः सूत्रमपि अधिकारसूत्रम् भगिनी प्रश्नः अस्ति अत्र अनभ्यासस्य इति कथनेन वच् अनभ्यास अन इति कथनेन वच् धातोः पूर्वमेव द्वित्वं यदि भवति इदानीं वच् वच् इति अस्ति इदानीम् एकवारं द्वित्वं जातं तर्हि तत्र वच् इति अस्ति एकक्षणं ववच् इत्यत्र यदि ववच् इति अस्ति इति चिन्तयतु इदानीं धातोः द्वित्वं जातं ववच् इति अस्ति तदानीम् अनभ्यस्तं नास्ति तस्य अभ्यासं सर्वं तादृशधातोः पुनः तत्र लिट् लकारे पुनः द्वित्वं कर्तुं न शक्नुमः इत्युक्ते एकस्मिन् धातौ एव द्विवारं द्वित्वं कर्तुं न शक्नुमः इति अर्थः बुद्धं वा बुद्धम् अत्र वच् वच् इति द्विवारं बुद्धं पुनः वदतु महोदय अत्र उन्दिश् इति धातुः अस्ति खलु उन्दिश् इति धातुः अस्ति उन्दिश् इति सन्नन्तधातुः अस्ति सन्नन्तधातोः कृते द्वित्वं जातम् उन्दि उन्दि दिश इति धातुः अस्ति इदानीम् उन्दि दिश इति धातुः अस्ति इदानीं तादृशधातोः लिट् लकारे पुनः तत्र लिटि धातोर् अनभ्यासस्य इति सूत्रेण द्वित्वं भवति वा इति चेत् तत्र तस्य द्वित्वं पुनः द्वित्वं न भवितुम् अर्हति, यतोहि लिटि धातोः अनभ्यासस्य एव द्वित्वं, पूर्वमेव अभ्यासः जातः चेत् पुनः द्वित्वं न भवति. सनादिप्रत्यये सनादिधातुः प्रथमवारं द्वित्वं भवति चेत् एतद् धातवः लिट् लकारे अस्ति चेत् पुनः द्वित्वं न भवति. सत्यं, तावदेव. भगिनी, जुहोत्यादिगण धातु स्वीकरोतु, दा धातु उदाहरणं, तत्र लिट् लकारे पुनः द्वित्वं न भवति इति भगिनी? तथा नास्ति, नास्ति तथा नास्ति. जुहोत्यादिगणे इति सार्वधातुकलकारः अस्ति, लिट् लकारः इति आरोधातुकलकारः अस्ति, अतः सार्वधातुकलकारे एकवारं द्वित्वं भूत्वा पुनः तादृशं धातुं स्वीकृत्य लिट् लकारे न भवति, तथा नास्ति. ते केवलं तत्र सन्नन्तधातुः अथवा यङन्तधातुः अस्ति चेत् तादृशधातोः द्वित्वं भवति, तादृशधातुं स्वीकृत्य पुनः तस्य द्वित्वं लिट् लकारे कर्तुं न शक्नुमः. किन्तु दाधातु ददाति भव ददा भवति खलु, तत्र लिट् लकारे पुनः द्वित्वं न न ददाति, धातुः दा एव, धातुः दा एव, तत्र लिट् लकारे लिटि धातोरनभ्यासस्य इत्यनेनैव द्वित्वं भवति, न तु जुहोत्यादिगणे धातुः दा इति अस्ति, केवलं जुहोत्यादिगणे ददा इति भवति. अस्तु, इत्युक्ते लट् लोट् लङ् विधि तत्रैव सार्वधातुकलकारेषु एव, तत्र ददा इति दातुं ददा इति रूपं स्वीकृत्य लिट् लकारे द्वित्वम् इति नास्ति खलु. लिट् लकाररूपं तु विमलाभगिनी बुद्धं वा? एतावता बुद्धं. प्रश्नः अस्ति भगिनी, वच् धातोः द्वित्वं भूत्वा वच् वच् भवति, तत्र प्रथमचकारः अपगच्छति कथम्? हा, प्रथमचकारः तत्र अभ्यासः इति संज्ञा कृतः कृता खलु, वच् इत्यस्य अभ्यासः इति संज्ञा अस्ति. तर्हि संज्ञायाः प्रयोजनं किम् इति चेत्, संज्ञाम् आश्रित्य कानिचन सूत्राणि सन्ति, तदर्थम् एकं सूत्रमस्ति हलादिः शेषः इति सूत्रमस्ति. तर्हि यत्र यत्र हल् वर्णाः सन्ति अभ्यासे, तर्हि आदिमहल् वर्णः एव तिष्ठति, अन्येषां सर्वेषां लोपः भवति इति सूत्रमस्ति. अतः चकारस्य लोपः भवति हलादिशेषः इत्यनेन, केवलं वकारः एव तिष्ठति, चकारस्य लोपः भवति, अतः ववच् इति अस्ति. तदनन्तरं तत्र अन्यानि कार्याणि भूत्वा उवाच इति रूपं निष्पद्यते. अस्तु भगिनि, धन्यवादः. भगिनि, श्रीकुमार अस्मि. सुधादीनां दीर्घो अभ्यासस्य, तदर्थम् अभ्यासस्य एव दीर्घं भवति. अग्रिमसूत्रमस्ति लिटि धातो अनभ्यासस्य. अहं मन्ये द्वितीय वच् वच् धातोः प्रथम वच् न सामान्ये अभ्यास संज्ञा भवति, द्वितीयवच् अनभ्याससंज्ञा भवति. अहं चिन्तयामि तृतीयस्य वच् दीर्घः भवति उवाच. तस्य विषये चिन्ता मास्तु इति इदानीं, तत्र द्वितीयस्य द्विदीर्घत्वं कथं भवति इदानीं चिन्ता मास्तु. अत्र अस्माकं किं तत्र रूपसिद्धिः नास्ति, लिट्लकारे रूपं कथं सिद्ध्यति इति अस्माकं विषयः एव नास्ति. तत्र कानि सूत्राणि प्रवर्तन्ते, किमर्थं दीर्घत्वं भवति इति अस्माकं विषयः नास्ति, अतः तस्मिन् दिशि मा गच्छतु. अस्माकं विषयः कः? लिट्लकारे द्वित्वं भवति, कस्य द्वित्वं भवति? अनभ्यासस्य द्वित्वं भवति, तावदेव अस्माकं विषयः अस्ति. इदानीं लिट्लकारे प्रविश्य कथं रूपं भवति इति चिन्तनं नास्ति, अत्र बृहान् विषयः अस्ति लिट्लकारः इति, तत्र वयं न गच्छामः. अस्माकं लक्ष्यं किम् इति तत्र एव अस्माकं चिन्तनं भवति, नो चेत् तत्र वयं क्रमेण गन्तुं न शक्नुमः. अस्तु, अग्रे अस्ति गोमती भगिनी, पठति वा सन्यङ्गोः? पठामि. सन्यङ्गोः सन्यङ्गोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य सनि पठु पठ पठ पिपठिष्यति पिपठिष्यति. अत्र यथा पूर्वमुक्तं लिटि धातो अनभ्यासस्य अत्रापि सन्नन्दप्रकरणे यङन्दप्रकरणे अपि द्वित्वं भवति. परन्तु यदा नवीनधातु उत्पद्यते तस्य द्वित्वं न भवति. ते धातवः आतिदेशिकधातवः इति वदन्ति न भगिनि? तानि ते धातवः धातोः द्वित्वं न भवति. पूर्वं मया पठितम् एकाचो द्वे प्रथमस्य अजाते द्वितीयस्य तानि सूत्राणि एव कार्यं करोति. अनभ्यासस्य एव उदाहरणं वदामि. पठ पठ पठ पठ अत्र प्रथम ढकारस्य लोपं भूत्वा पपठ नूतनधातु भवति. पपठ पपठस्य द्वित्वं न भवति. पपठ नवीनधातु पपट् योगः सन् इति प्रत्ययः. पपट् योगः सन् तत्र इडागमः भूत्वा षत्वं भूत्वा तदनन्तरम् अभ्यासे किमपि कार्यमपि भूत्वा पिपट्टिष्य इति रूपं भवति. तत्र पिपट्टिष्य इति रूपं कथं भवति इति अस्माकं चिन्ता नास्ति अधुना. अस्माकम् अधुना चिन्ता किं, तत्र धातुतः यदा सन् प्रत्ययः विधीयते, पट् इति धातुतः यदा सन् प्रत्ययः विधीयते, तर्हि तत्र सन्यङ्गोः इति सूत्रेण द्वित्वं भवति. द्वित्वं भूत्वा पट् पट् इति पट् पट् योगः सन् इति अस्ति. तर्हि पट् पट् इत्यत्र पट् इति भागस्य अभ्याससंज्ञा, पट् पट् इत्यस्य अभ्यससंज्ञा. तदनन्तरं कार्याणि बहूनि कार्याणि भवन्ति, कार्याणि भूत्वा पिपठिष्यति इति रूपं निष्पद्यते. अस्तु अग्रे अरविन्द महोदय पठति वा? श्लौ श्लौ धातोः द्वे धातोः इत्यस्य अनुवृत्तिः भवति लिटि धातोरनभ्यासस्य इत्यस्मात् सूत्रात् एकाचो द्वे प्रथमस्य अजादेर्द्वितीयस्य इत्यनयोः अधिकारः अत्रापि. किन्तु जुहोत्यादिगणे अनेका धातुः एकः अपि नास्ति. दा दादा ददाति. जुहोत्यादिभ्य श्लौ श्लौ इति विकरणप्रत्ययस्य पिधानानन्तरं श्लौ धातोः द्वे इति सूत्रेण द्वित्वं विधीयते. अत्र धातोः लिटि धातोरन्यतरस्य इत्यस्मात् सूत्रात् धातोः अनुवृत्ति भवति. एकाचो द्वे प्रथमस्य अधिकारम् एव अजादे द्वितीयस्य अनयोः अधिकारः अस्ति इति कृत्वा द्वित्वं विधीयते जुहोत्यादिगणे. अत्र वदति एकाच् इति एव जुहोत्यादिगणे अस्ति, अनेकाच् नास्ति इति अपि वदति, यत्र परिच्यते. सत्यं सत्यं, जुहोत्यादिगणे सर्वे अत्र दातवः एकाचः सन्ति, अनेकाच् दातवः न सन्ति एव. अतः एकाचो द्वे प्रथमस्य इति सूत्रेण एव कार्यं भवति सर्वत्र. एकाचो द्वे प्रथमस्य इति सूत्रेण कार्यं भवति. इत्युक्ते श्लौ इति सूत्रेण, श्लौ इत्युक्ते श्लौ परे इत्युक्ते जुहोत्यादिगणे, दा इति धातुः जुहोत्यादिगणे अस्ति. तस्मात् तत्र शप्रत्ययः विधीयते. शप्रत्ययस्य तत्र जुहोत्यादिभ्यः श्लुः इति सूत्रेण शप्रत्ययस्य लोपः भवति. अतः द इति धातुः अस्ति. इदानीं श्लौ परे अत्र श्लौ इति विकरणप्रत्ययस्य लोपानन्तरं श्लौ इति रूपेण लोपः भवति इति कृत्वा श्लौ परे धातोः द्वित्वं भवति. अतः धा धातोः द्वित्वं, दा इति धातुः एकाच् धातुः अस्ति, अतः एकाचो द्वे प्रथमस्य इति सूत्रेण द्वित्वं भवति, अतः दादा इति रूपम् अस्ति. तदनन्तरम् अभ्यासकार्याणि भूत्वा ददा इति भवति, ददाति इति रूपम्. एवमेव ज्योत्यादिगणे अन्येषां धातूनामपि द्वित्वं भवति, श्लौ इति सूत्रेण एव द्वित्वं भवति. अस्तु, अग्रे अरुणा भगिनी पठतु. आं भगिनि, चङ्गि चङ्गि धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य लुङ्लकारे खं धातु खं खम् अचकमत् अचकमत इति रूपम्. अत्र सूत्रम् अस्ति चङ्गि चङ्गि धातोः अनभ्यासस्य एकाचो द्वे पद. अत्र चङ्गि धातोः अस्ति चेत् अनभ्यासस्य धातुः अस्ति चेत् एकाचो द्युत्तं भवति केन सूत्रेण इति, एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य सूत्रेण द्युत्तं भवति. अत्र उदाहरणं दत्तं लुङ्लकारे खं धातु स्वीकृत्य खम् एकाचो द्वे प्रथमस्य इति सूत्रेण खं खं खम् इति द्युत्तं भवति. तदनन्तरं प्रक्रिया अनन्तरम् अचकमता इति रूपं निष्पन्नं भवति इति दत्तम्. समीचीनं भगिनि, समीचीनं. चङ्गी इति सूत्रेण लुङ्लकारे चङ्ग् इति प्रत्ययः विधीयते. लुङ्लकारे चङ्ग् इति केषाञ्चन धातूनां चङ्ग् इति प्रत्ययः विधीयते, तर्हि चङ्गी इत्यनेन लुङ्लकारः इति अवगच्छामः. लुङ्लकारे धातोः द्वित्वं भवति इति अवगच्छामः, तर्हि लुङ्लकारे अपि द्वित्वं भवितुम् अर्हति. यथा पूर्वम् अत्रापि द्वित्वम् एकाचो द्वे प्रथमस्य अजादे द्वितीयस्य इत्यनेन द्वित्वं भवति. अस्तु, अग्रे विजयलक्ष्मी भगिनी. जयलक्ष्मी भगिनी पठतु तर्हि. विजयलक्ष्मी भगिनी एव पठामि. अस्तु अस्तु, पठतु. अन्म्यूट् एव न अभवत्. दाश्वान् साह्वान् मीढ्वांश्च द्वित्वनिषेधकसूत्रं छन्दसि क्वशुश्च इत्यनेन लिटः स्थाने विकल्पेन क्वसु इति प्रत्ययः भवति. तत्र त्रिषु धातुषु द्वित्वं निषिद्धं दाश्रु क्वसु द्वाश्वान् सह क्वसु साह्वान् मिष्ठयोगः क्वसु मीढवान् च एतेषां द्वित्वं न भवति. द्वादशसूत्रं निषेधकसूत्रं. कस्य निषेधकसूत्रम् इत्युक्ते कस्य निषेधकसूत्रं? द्वित्वस्य निषेधकसूत्रं. तत्कारणं प्रथमसूत्रम् अनन्तरं द्वितीयसूत्रस्य निषेधकसूत्रम् इति वा भगिनि? न, तत्र लिट् लकारे केन सूत्रेण द्वित्वं भवति? चङ्गि इति न, लिट् लकारे लिटि धातोरनभ्यासस्य तेन सूत्रेण द्वित्वं भवति सामान्यतया, परन्तु एतेषां त्रयाणां धातूनां छन्दसि तत्र लिट् लकारस्य स्थाने क्वसु इति प्रत्ययः भवति, तत्र एतेषां धातूनां द्वित्वं न भवति, द्वित्वस्य निषेधः अस्ति. अतः एव दाश्रु दाश्रु इत्यस्य दाश्वान् इति भवति, सः इत्यस्य सह्वान् इति भवति, मिष्ठ इत्यस्य मीढवान् इति भवति, मीढ्वान् इति भवति इति प्रत्ययस्य योजनेन. छन्दसि एतेषां एतानि रूपाणि सन्ति छन्दसि, तर्हि छन्दसि इत्युक्ते वेदे इति अर्थः. इदं सूत्रं केवलं लिट् लकारे एतेषां धातूनां द्वित्वं न भवति इति निषिध्यति इत्युक्ते आहत्य सूत्रे लिटः इति तु कुत्रापि नास्ति, अनुवृत्तिः अस्ति, अनुवृत्तिः भवति खलु. परन्तु अत्र बहवः सूत्राणि सन्ति लिट् इत्यस्य एव अनुवृत्ति इति व्याख्यानं दृष्ट्वा एव वा व्याख्यानं दृष्ट्वा एव तत्र व्याख्यानं दृष्ट्वा एव सूत्रस्य सम्पूर्णविवरणम् अत्र न दत्तम् अत्र द्वित्वस्य निषेधः इति अवगच्छामः लिट् लकार इति अवगच्छामः तत्र अनुवृत्तिः तत्र सम्पूर्ण अनुवृत्तिसहितसूत्रं किमपि न उक्तम् अत्र अत्र व्याख्यानं दृष्ट्वा लिट् लकारे लिटः एव क्वस्तुश्च इत्यनेन यतोहि सूत्रे दाश्वान् इति अस्ति रूपं द्वाश्वान् साह्वान् इति अस्ति एतानि रूपाणि लिट् लकारे एव भवन्ति खलु अतः लिट् लकारः इति अवगच्छामः यद्यपि तत्र अनुवृत्तिः नास्ति लिटः स्थाने इति नास्ति परन्तु द्वाश्वान् इति रूपं तु तत्र लिट् लकारे एव एतानि रूपाणि सन्ति छन्दसि तर्हि तत्र लिट् लकारे एव तत्र लिट् लकारस्य क्वसु इति आदेशः भवति इति वयम् अवगन्तुं शक्नुमः यतोहि रूपाणि एव दत्तानि रूपाणि निपात्यन्ते दाश्वान् साह्वान् मीड्वान् इति साक्षात् रूपमेव दत्तम् अत्र अतः वयं रिवर्स् इञ्जिनियरिङ्ग् कर्तुं कृत्वा ज्ञातुं शक्नुमः अत्र तर्हि अत्र आहत्य पश्यामः चेत् द्वादशसूत्राणि सन्ति तत्र किम् अस्माकम् अत्र किम् अवधानम् अस्माकम् अत्र किं ध्येयं किम् अथवा किं ज्ञातुं शक्नुमः इति चेत् सूत्रद्वयम् अस्ति एकाचो द्वे प्रथमस्य अजादेव द्वितीयस्य अनयोः सूत्रयोः ज्ञानेन यत्र कुत्रापि द्वित्वकार्यं कथं भवति इति वयं ज्ञातुं शक्नुमः अपि च नन्द्राः संयोगादयः इत्यपि त्रीणि सूत्राणि सन्ति एकाचो द्वे प्रथमस्य अजादेव द्वितीयस्य नन्द्राः संयोगादयः त्रीणि सूत्राणि तैः सूत्रैः द्वित्वकार्यं कथं भवति इति वयं ज्ञातुं शक्नुमः तदनन्तरं संज्ञासूत्रं द्वयमस्ति पूर्वोऽभ्यासः इत्यनेन द्वित्वानन्तरं प्रथमभागस्य अभ्याससंज्ञा अस्ति अनन्तरं द्वित्वानन्तरं सम्पूर्णस्य अभ्यस्तसंज्ञा अस्ति संज्ञासूत्रम् अस्ति तदनन्तरम् अदादिगणे केषाञ्चन धातूनां द्वित्वं नास्ति तथापि अभ्यस्तसंज्ञा भवति जक्षित्यादयः षट् इति सूत्रेण तदनन्तरं तत्र तुजादीनां दीर्घोऽभ्यासः इति विशिष्टसूत्रम् अस्ति वेदे एव प्रयुज्यते ततः अनन्तरम् अत्र अवधानं किमिति चेत् पञ्चसु स्थलेषु द्वित्वं भवति लिट्लकारे सनन्तधातोः यङन्तधातोः श्लौ इत्यनेन जुहोत्यादिगणे चङ्गि इत्यनेन लुङ्लकारे तर्हि पञ्चसु स्थलेषु एव संस्कृतभाषायां द्वित्वं भवति अपि च द्वित्वकार्यार्थं त्रीणि सूत्राणि इति तावदिदानीम् अवगच्छामः चेत् पर्याप्तं तर्हि अत्र यदा अग्रे गत्वा वयं तस्मिन् विषये पठामः तदानीं तत्र इतोपि विवरणं दीयते परन्तु इदानीम् अस्माकम् अष्टाध्यायः समग्रदृष्टिः इति एव चिन्तनम् अस्ति तर्हि तर्हि अत्र द्वित्वप्रकरणे किं किम् अस्ति इति एकवारं वयं दृष्टवन्तः तर्हि द्वित्वं कुत्र भवति कुत्र कुत्र द्वित्वं भवति कथं भवति कैः नियमैः द्वित्वं भवति अपि च संज्ञासूत्राणि कानि अत्र इति वयम् एतावता ज्ञातवन्तः अस्तु अस्तु तर्हि अग्रे अत्र जयलक्ष्मीभगिनी पठति वा नत्वप्रकरणम् आं पठामि भगिनि तस्मात् पूर्वम् एकः प्रश्नः शक्तिप्रश्नः यत्र अनभ्यासः अनभ्यासस्य इति वदामः चेत् अनभ्यासः इति न अभ्यासः अनभ्यासः इति तत्र रूपं सत्यं न अभ्यासः अनभ्यासः नै नै समासः नै तत्पुरुष अस्तु भगिनि पठामि णत्वप्रकरणं रषाभ्यां नौनसमानपदे रेफशकाराभ्याम् उत्तरस्य अत्र एकं पश्यतु अत्र अष्टमाध्यायस्य चतुर्थपादे प्रथमसूत्रात् आरभ्य नवत्रिंशत्तमं सूत्रपर्यन्तं सूत्राणि सन्ति नत्वस्य सम्बन्धे बहूनि सूत्राणि सन्ति अत्र केवलं त्रीणि सूत्राणि एव उल्लेखितानि सर्वाणि न उल्लेखितानि केवलम् आस्वादनार्थम् पठतु रेफशकाराभ्याम् उत्तरस्य नकारस्य नकारादेशः भवति समानपदस्थौ चेत् एव निमित्तनिमित्तिनौ भवतः रषाभ्यां नः नः समानपदे संहितायां पूर्णं तिसृणा इति तत्र नकारस्य नकारः रूपं भवति कुत्र इति चेत् यत्र रा रेफा अनन्तरं षकारः इति पदे समानपदे एव भवति चेत् तत्र तस्मात् पूर्वं यत्र नकारः अस्ति तत् तस्य नकारस्य णत्वं भवति इति सूत्रं वदति. रषाभ्यां नः नः समानपदे संहितायाम् इति सम्पूर्णसूत्रमपि अस्ति. तिसृणाम् इति किमर्थमिति तिसृणम् इति समानपदमस्ति खलु अत्र वार्तिकमपि अस्ति वार्तिकमपि अस्ति इत्युक्ते रषाभ्यां नोणः समानपदे इति सूत्रं तु एतास्माभिः पूर्वमपि पठितं. रषाभ्याम् इति अस्ति रेपषकाराभ्यां रेपषकाराभ्याम् उत्तरस्य दन्त्यनकारस्य मूर्धण्यणकारादेशः भवति समानपदे. समानपदम् इत्युक्ते किं कोऽपि वदतु अत्र गीताञ्जलिभगिनी वदतु समानपदम् एकमेव पदं भगिनी एकम् एव पदम् अन्तर्भूता अस्ति चेत् समानपदे इति. हा एकमेव पदम् इत्युक्ते अखण्डं पदं यस्य खण्डनं न सम्भवति यस्य विभजनं न सम्भवति यु कान् ब्रेक् इट् इन् टु पार्ट्स् तादृशपदम् अखण्डं पदं समानं पदं समानं पदम् अस्ति समानपदे अस्ति चेत् पूर्वं रेपः अथवा षकारः निमित्तरूपेण अस्ति तस्य अनन्तरं दन्त्यनकारः अस्ति चेत् णत्वं भवति इत्युक्ते अत्र व्यवधानं नास्ति रेपस्य साक्षात् अनन्तरं दन्त्यनकारः अथवा षकारस्य साक्षात् अनन्तरं दन्त्यनकारः इति सूत्रं वदति. अत्र वार्तिकमपि अस्ति ऋवर्णात् नस्य णत्वं वाच्यम् इत्यनेन न केवलं रेपषकारः अपि च ऋकारः ऋकारस्यापि अत्र अन्तर्भावः अस्ति अस्मिन् सूत्रे न केवलं रेपषकारः अपि च ऋकारः कृष्णऋकारः अस्ति चेदपि एकस्मिन्नेव समानपदे रेपषकार ऋकारः एतेषाम् अनन्तरं दन्त्यनकारः अस्ति चेत् णत्वं भवति समानपदे. यथा अत्र पूर्णम् इत्यत्र गीताञ्जलिभगिनी वदतु पूर्णम् इत्यत्र णत्वं कथम् पूर्णम् अत्र तु रकार अस्ति रेप् अस्ति तदनन्तरं नकार अस्ति तत्तु साक्षात् अस्ति किमपि मध्ये नास्ति. रषाभ्यां नोणः इति वदति समानपदे यदि साक्षात् रेप् रेपानन्तरम् अपि च षकारानन्तरं नकार अस्ति चेत् तत् नकार णकार भवति. बहु समीचीनं भगिनि सम्यक्. रेपस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति एकस्मिन् एव पदे. पूर्णम् इति एकमेव पदमस्ति अखण्डं पदम् अतः दन्त्यनकारस्य मूर्धन्य णकारादेशः भवति. सुमन् भगिनि वदतु अत्र तिसृणाम् इत्यत्र इदानीं श्रूयते भगिनि? श्रूयते. अस्तु तिसृणां तत्र सकार अस्ति सकारस्य अनन्तरं ऋकार अस्ति ऋकारस्य अनन्तरं ऋकारात् परं दन्त्यनकार अस्ति इदानीं निमित्तम् अस्ति अतः नकारस्य दन्त्यनकारस्य मूर्धन्यनकारः भवति. सत्यम् अखण्डं पदमस्ति एकमेव पदमस्ति अतः यद्यपि सूत्रे रषाभ्याम् इति उक्तं तथापि ऋकारस्यापि तत्र वार्तिकेन अन्तर्भावः अस्ति अतः ऋकारः अस्ति चेदपि कार्यं भवति रेपः भवतु षकारः भवतु ऋकारः भवतु तस्य अनन्तरं साक्षात् अनन्तरं दन्त्यनकारः चेत् मूर्धन्य णकारादेशः भवति इति सूत्रार्थः. ततः अग्रे सूत्रद्वयम् अस्ति अग्रिमसप्ताहे पठिष्यामः. प्रश्नः अस्ति भगिनि कृष्णऋकार किमर्थम् उच्यते? कृष्ण किं कृष्ण इति शब्दे ऋकारः अस्ति खलु अतः कृष्णऋकारः इति उक्तम्. अवगमनार्थं ऋकारः षकारः अपि अस्ति नकारः अपि अस्ति, मूर्धन्यषकारः, षकारस्य कृते तु मूर्धन्यषकारः इति वक्तुं शक्नुमः, ऋकारस्य अहं केवलं अवगमनार्थं कृष्णऋकारः इति उक्तं तावदेव। यतोहि सः तत् रेफ नास्ति, तत्र रेपः नास्ति, कृष्ण इति शब्दे रेपः नास्ति, ऋकारः अस्ति, ऋकारस्य अनन्तरं षकारः अस्ति, षकारस्य अनन्तरं दन्त्यनकारः इति कृत्वा षकारः निमित्तम् अस्ति तत्र। धन्यवादः। अस्तु, तर्हि अत्र स्थगयामः, अग्रिमसप्ताहे इतोपि अग्रे सर्तुं शक्नुमः। अस्तु तर्हि, धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः भगिनी, धन्यवादः।